गतवर्गे निजन्तप्रेरणार्थे निजन्तप्रकरणे विशेष हलन्तधातवः इति विषयः प्रवर्तते. तत्र अस्माभिः त्रीणि सूत्राणि मुख्यसूत्राणि पठितानि. कानि कानि? रो उपधाया दीर्घ, हलि च, उपधायां च. तत्र वयं ज्ञातुं शक्नुमः यत् पदान्ते अथवा अपदान्ते रेफवकारः अस्ति चेत् कानि कानि कार्याणि भवन्ति इति. तत्र धातुः अस्ति कीर्त, क्रीट् धातुः अस्ति, तस्य कीर्तयति भवति, कथं भवति इति वयम् अस्माभिः पठितं. तत्र प्रथमतः उपधायाश्च इत्यनेन रीकारस्य इर् भवति, अतः कीर्त् भवति. तदनन्तरम् उपधायां च इत्यनेन इकारस्य दीर्घत्वं भवति, कीर्त् भवति, रूपं भवति, कीर्तयति इति अस्माभिः पठितं. तत्सर्वं समाप्तम्. इदानीं नूतनधातुः अस्ति. धातुः का अस्ति? कुत्र अस्ति? रदजब. एकनिमिष. न आगमः. आगमः अस्तु. इदानीं मदर् महोदय पठतु. आगमः सी बिन्दु. आं महोदय, गत वर्गे भवान् पृच्छति किल तं कीर्त्, तस्य समाधानं प्राप्तं वा? कीर्त् न महोदय, इदानीं पर्यन्तं मया न पृष्टम्. अहं पृच्छामि, रक्षामि. ओके ओके महोदय. आगमः रद, रद् जब् धातु, रद् हिंसा संहार द्वयोः दिवादिगणे लटि लद्यति. अट्टः टु हर्ट्, टु सब्यू, टु बिकम् सब्जेक्ट् टु एनिवन्, टु डै, टु बि कम्प्लीटेड्, टु हर्ट्, टु अप्रस्, टु ड्रस्. जबि गात्रविनामे द्वादिगणे लटि जबति जबते. अट्टः टु कुपुलेट्, टु यान्, जम्बयति. जम्बयति अर्थः किं महोदय? यानिङ्ग् अस्ति खलु? यान् याने यान् जम्भणं जम्भणम् इति. उपदेशे अयं मूलधातुः जबि इति ईकारः अनुबन्धः, न तु इकारः. अतः इदितो नुम् धातोः इत्यनेन नुम् आगमो न भवति, परन्तु विशिष्टसूत्रम् अस्ति येन रत् जब् अनयोः धातोः नुम् आगमो विहितः. रदि जबयोरचि, रद् जब् अनयोः धातोः नुम् आगमो भवति अजादिप्रत्ययपरे. अङ्गस्य इत्यनेन अङ्गकार्यम् इदम्. अतः असि इत्युक्तौ अजादिप्रत्ययपरे. रदि च जब् च तयोरित्रे च द्वन्द्वः. रदि जबौ तयोः, रदि जबयोः, रदि जबयोः षष्ट्यन्तम् असि सप्तम्यन्तं द्विपदम् इदं सूत्रम्. इतो नुम् धातोः इत्यस्मात् नुम् धातोः इत्यनयोः अनुवृत्तिः. वचनपरिणामं कृत्वा धातोः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं रदि जबयोः धातोः अङ्गयोः नुम् अचि. रद् जब् इति गौ धातु धातुपरे असि प्रत्यय अस्ति चेत् नुमागमः भवति इति उक्तम् अत्र. रद् रद् हेतुमति च इत्यनेन निच् रद् योगः निच्, रदि जबयोरचि, रन्द् योगः इ नकारः आगच्छति, नश्च पदान्तस्य जलि इत्यनेन अनुस्वारादेशः रन्द् योगः इ अनुस्वारस्य इ परसवर्णः इत्यनेन परसवर्णं रन्द् योगः इ रन्दि इति निजन्तधातुः रन्ध्यति इति भवति रन्ध्वयति रन्ध्यति रन्धयति आम् आम् कथमस्ति रद् रद् अस्ति तदनन्तरं मिच् भवति मिच् मध्ये इकारः एव तिष्ठति इकारः अजादि अस्ति अतः रधि जबो रचि इत्यनेन रध् मध्ये नुमागमः भवति नुमागमः कुत्र भवति मिदच्छोन्त्यात् परः इत्यनेन अन्तिम अन्तिम स्वरात् अनन्तरं भवति अतः रन्ध् भवति रन्धि इति धातुः रन्धयति इति रूपम् नश्चपदान्तस्य जलि इत्यनेन अनुस्वारः भवति तस्य अनन्तरं परसवर्णः इति भूत्वा रन्दयति जब् हेतुमति च जब् योगः निच् रदि जबयोरचि जम्ब् योगः इ नश्चपदान्तस्य जलि इत्यनेन अनुस्वर आदेशः जम्ब् योगः इ अनुस्वरस्य इ परसवर्णः इत्यनेन परसवर्णवर्णं जम्ब् योगः इ जम्बि इति निजन्तधातु जम्बयति इति रूपं भवति अत्र नश्च पदान्तस्य जलि पदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः भवति जलिपरे अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः जलि संहितायाम् अनुस्वारस्य इ परसवर्णः अनुस्वारस्य स्थाने परसवर्णादेशो भवति यै परे अनुवृत्तिसहितसूत्रम् अनुस्वारस्य इ परसवर्णः संहितायाम् अस्तु महोदय धन्यवादः तर्हि जभि मध्ये अपि जभि अत्र जम्भि जम्भयति इति भवति अस्तु प्रश्नः अस्ति वा कस्यापि न सर् अस्तु महोदय अथ उपादायाः इत्यस्य प्रसक्तिः अस्ति परन्तु नित्यसूत्रमिति कृत्वा न भवति खलु अस्तु कार्यं अत्र जब् रद् इत्यस्मिन् राभ् अथवा राध् अथवा जाभ् इति भवेत् परन्तु अथ उपादायाः इत्यनेन खलु नित्यसूत्रमस्ति नित्यसूत्रमस्ति एतत् रदि जबेर् यदि नुमाग भवति चेत् उपादाय अथ उपादाय कार्यं न करोति इति केवलं तर्हि रधि जभि तत्र अकारः अस्ति एकनिमिष राध यदि राध् भवति अथवा जाब् भवति तत्र अपि नुमागमः भवितुं शक्नोति परन्तु नुमागमः भवति चेत् अथ उपादाय कार्यं कर्तुं न शक्नोति सत्यं नित्यम् अतः नित्यसूत्रमस्ति इति कृत्वा अन्तरङ्गमपि अस्ति तत्र नास्ति रदिजबर् अचि अपि च एतत् राद् अपि अथ उपादायः इति तदपि समानमेव अस्ति इति चिन्तयामि अन्तरङ्गमिति न परन्तु अन्तरङ्ग इति साक्षात् उक्तमस्ति खलु तर्हि तदपि अन्तरङ्गं भवितुमर्हति नित्य अस्ति अपि साक्षात् उक्तमस्ति खलु तत्र किमस्ति अत्र किमस्ति खलु तत्र एकमस्ति खलु पाणिनिना साक्षात् उक्तं द्वयोः धातोः मध्ये तादृश अस्ति चेत् तदपि अन्तरङ्गं भवति इति साक्षात् यदि कोऽपि तस्य नाम इति उच्चारणं कृत्वा झटिति आगच्छति खलु तादृशमपि अन्तरङ्गं वयं दृष्टवन्तः तत्र अतोपधाया मध्ये अन्यधातवः अपि सन्ति परन्तु रधिजबो मध्ये साक्षात् रथमस्ति अतः झटिति अस्तु अन्यप्रश्नः अस्ति वा कस्यापि न महोदय न महोदय अस्तु अग्रे अग्रे कस्य अस्ति किं भवति अत्र मीना महोदय पठतु अग्रे नब् धातुः रब रबस् रबस्ते राबस्ते भ्वादिगणे लटि रबते आ उपसर्गपूर्वकः आरब् आरभते अर्थः आरम्भं करोति टु बिगिन् टु क्लास् टु लाङ्ग् फोर्ट् आक्ट् राश्लि रबेः अशब्लीटोः रबेः अशब्लीटोः रब् धातोः नुमागमो भवति अजादिप्रत्यये परे किन्तु शप् लिट् परश्चेत् न भवति शप् च लिट् च शब्लिटौ ओ तत्र रबेः शब्लिटोः शब्लिटौ न शब्लिटौ अशब्लिटौ तयोः अशब्लिटोः द्वन्द्वगर्भो नन्तत्पुरुषः रबेः षष्ट्यन्तम् अशब्लिटोः सप्तम्यन्तं द्विपदमिदं सूत्रम् इदितो नुं धातोः इत्यस्मात् नुं धातोः इत्यनयोः अनुवृत्तिः रदि जबोर् अचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रबेः धातोः अङ्गस्य नुम् अचि अशब्लिटोः ओके तत्र रब् इति धातुः अस्ति तत्र भ्वादिगणे वा तत्र सदा आरब् उपसर्ग पूर्वम् आगच्छति किल आरब् वर्तते इति सदा नास्ति रब् धातुः नुमागमः भवति अजादिप्रत्ययपरे किन्तु उपसर्गपूर्वक केचन समये तत्र नुमागमः नास्ति यतोहि तत्र शप् अस्ति खलु अग्रे यदि अशब् लिटोः शब् शब् शपि शप् प्रत्यय अथवा लिटि तत्र नुमागमः भवति रब् तत्र रभ् योगः शप् अस्ति खलु तत्र शप् अस्ति अतः नुमागमः न भवति रम्भते न भवति रभते एव भवति अत्र राब् राबस्ते राबस्ये अत उपदाया प्रयोगं कृतः इति महोदय किं भवादिगणे रब् राबते भवति रभते रभते भवति खलु आरभते इति अस्ति खलु रबस्ये राबस्ये रब् राबस्य इति अर्थः अस्ति राबस्य राबस्य इति अर्थे इति अस्ति तत्र राब् रभ् रभ राबस्य इति कुत्र राबस्य इति अस्ति आरम्भे अस्ति वा रभ राबस्य इति राबस्य रभ राबस्य भुवादिगणे लटि रभते आ उपसर्गपूर्वक आरभते कुत् राबस्य भवति इत्यर्थे वा ओके रब् हेतुमति च रब् योगः निच् रभेः अशब् अशब्लिटोः रम्ब् तत्र निचि परे शप् नास्ति लिट् नास्ति तस्मात् नुमागमः रम्ब् नश्चापदान्तस्य जलि रम्ब् भवति अनुस्वारस्य ई परसवनः मकारः रम्ब् इति रम्बि इति निजन्तधातुः रम्भयति परन्तु भ्वादि शपि परे न नुमागमः रब् शप् ते रभते ओके तत् अवगतं महोदय अग्रे पठामि लब् लब् धातु दुलभ डुलभश् प्राप्तौ भुवादिगणे लटि लभते अर्थः स्वीकरोति गृह्णाति प्राप्नोति लभेश्च लब् धातोः नुमागमः भवति अजादिप्रत्यये परे किन्तु शप् लिट् परेश्च न भवति यथा लब् मध्ये तथैव रब् मध्ये अस्तु स अनुवृत्तिरूपेण गच्छति वा तत्र लभेश्च लभेश्च लभेश्च इति अस्ति च अस्ति खलु च अस्ति पृथक् सूत्रम् अग्रे अनुवृत्तेः कृते लभेः षष्ट्यन् अग्रे अनुवृत्तेः कृते लभेः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रम् इदितो नुं धातोः इत्यस्मात् नुं धातोः इत्यनयोः अनुवृत्तिः रदि जपो अचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः रभेः अशब् लिटोः इत्यस्मात् अशब् लिटोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लभेः च धातोः अङ्गस्य नुम् अचि अशब् लिटोः तत्र लब् हेतुमति च लब् योगः निच् लभेश्च तत्र नुमागमः लम्ब् किमर्थमिति चेत् शप् नास्ति लिट् नास्ति नश्चापदान्तस्य जलि लम्ब् अनुस्वारस्य मकारः लम्ब् योगः इ लम्बि इति निजन्तधातुः लम्बयति परन्तु भ्वादौ शपि परे न नुमागमः लभते लब् आते लभते तत्रापि सुलभमेव महोदय सुलभं क्युनिक्ष्यामि दातु पठामि वा न धन्यवादः सर्वे अवगच्छन्ति वा आम् महोदय लभते परन्तु लम्भयति तथैव रभते परन्तु रम्भयति इति अस्तु अग्रे कः अस्ति लभते मध्ये निजन्तधातु नास्ति न महोदय लभ्योग शप्योग ते लभते परन्तु निजन्तप्रकरणे लम्भयति इति निजन्तधातु प्रेरणार्थे लम्भयति निजन्तधातु एव अत्रैव अस्ति अत्रैव अस्ति लम्भयति तथैव स्वार्थे लभते प्रेरणार्थे लम्भयति अस्तु अग्रे विजय महोदय अग्रे श्नुमी आम् महोदय चतुर्थबिन्दुः न्यूयि स्मायि धातुः अत्र एतत् धातुः तु अर्ति ह्रि व्ली रिक् न्युक्ष्मायातां पुङ्गौ इत्यत्र इति इत्यनेन सूत्रेण एव अत्र न्यू वादव न्यूयि वादव अस्ति निरबन्धधातुः न्यू इति भवति न्यूय इति अङ्गं भवति अनुबन्धलोपानन्तरम् अनन्तरं लटि न्यूयते इति आत्मनिपदिनः अर्थः आर्द्रः भवति आर्द्रः इत्युक्ते वेट् आर्द्रः भवति अनन्तरं दुर्गन्धं करोति इति इदानीं श्मायी एतत् अपि भूवादौ अस्ति निरबन्ध निरनुबन्धधातुः श्माय् इति भवति स्नूय तादृशमेव अत्रापि श्माय इति अङ्गं भवति लटि श्मायते आत्मनेपदिनः एतदपि अर्थः कम्पते इति भवति अर्ति ह्रि व्ली रिक्नुयु रिक्नुयिक्ष्मायातां पुम्नौ अत्र ऋ ह्री व्ली रिक्नुयि स्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्यये परे अस्ति चेत् एव येषां धातूनां पुक् आगमः नौ नि इत्यस्य सप्तम्यन्तं नौ इति सप्तम्यन्तम् एकवचनं नि इत्युक्ते निच् इत्यतः निच् प्रत्यये परे इत्यर्थः आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुक् आगमः टित् कित् अस्ति खलु, अतः तत्र एतत् धातु परमेव आयाति. अयं पुक् आगमः, पुक् इत्यस्मिन् इक् उ इत्यनयोः इत् संज्ञा लोपः च इप् अवशिष्यते. अत्र उकारः उच्चारणार्थमेव. अर्तिश्च ह्रीच लीच रीच स्नुयिश्च स्मायिच आच तेषाम् इतरेतरद्वन्द्वः अर्ति ह्री व्ली रिक्नुक्ष्मायातां स्मायार्थः तेषाम् अर्ति ह्री व्ली रिक्नुक्ष्मायातां षष्ट्यन्तं पुक् प्रथमान्तं नौ सप्तम्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्ति ह्री व्ली रिक्नुक्ष्मायातां अङ्गाणां पुक् नौ भवति. अत्र एतत् सूत्रं पूर्वमेव वयं दृष्टवन्तः. अत्र रु ह्री व्ली रि स्नूयि अनन्तरं क्ष्मायि एभ्यः धातुभ्यः अनन्तरम् आकारान्तधातुभ्यः अपि पुक् आगमः भवति. पूर्वं रि पठितं, तदनन्तरं रि व्लि रि आकारं धातवः पठितः, इदानीं नुयिक्ष्मायि अपि पठितम्. पठतु अग्रे. आं महोदय, अत्र पुहन्तलघुपदस्य च अपि वयं जानीमः एव. अतः प्रथमपङ्क्तिः अनन्तरं श्रूयते खलु महोदय? पठामि वा? पठतु न. अस्तु. सार्वधातुक आर्धधातुके च प्रत्ययपरे पुगन्तस्य अङ्गस्य लघु लघूपदस्य च इकः गुणः भवति. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. यत्र पुगन्तस्य अङ्गस्य लघु इक् अस्ति, तत्र पुगन्तलघुपदस्य च इत्यनेन सार्वधातुके अनन्तरम् आर्धधातुके प्रत्ययपरे गुणः भवति इति तत्र दत्तम्. अनन्तरं लोपो योर्वलि वल्प्रत्यहारे परे पूर्वं विद्यमानयोः वकार यकारयोः लोपः भवति. एतदेव लोपो व्योर्वलि इति सूत्रम् अत्र वदति. युच ईच व्योः इतरेतरद्वन्द्वः, तयोः व्योः लोपः प्रथमान्तं, व्योः षष्ट्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णम्, अतः व्योः लोपः बलि. अनुवृत्तिसहितं सूत्रं नास्ति. किमर्थं चेत् एतत् सूत्रं स्वयं सम्पूर्णमेव. धन्यवादः महोदय. किं धन्यवादः? अस्तु महोदय. न्यूयि हेतुमति च न्यूय् योगः निच् अर्ति ह्री व्ली रिक्नुक्ष् माया तां पुङ्नौ इति सूत्रेण क्नूय् इति भवति. अनन्तरं पुक् भवति. पुक् योगः निच् इदानीं क्नूय् योगः पुक् इत्यस्य अनुबन्धलोपानन्तरम् इप् एव तिष्ठति. अनन्तरं निच् इत्यस्य अत्र इकारः तिष्ठति. पुक् वलादिः अस्ति, अतः लोपो व्योर्वलि इत्यनेन यकारः लोपः भवति न्यूय् इत्यनेन. इदानीं क्नू योगः इप् योगः इन् योगः नूयुप् योगः इ पुहन्तलघुपदस्य च इत्यनेन गुणः अत्र नोप् इति भवति. उकारस्य महोदय अत्र पुहन्तलघुपदस्य च अत्र नूप् इति दीर्घ ऊकारान्तः अस्ति खलु. एतत् पुहन्तलघुपदस्य च इति अङ्गस्य लघूपदस्य च इकः गुणः भवति. परन्तु अत्र लघु उपदा एव, परन्तु अत्र दीर्घ उपदा अस्ति खलु. न, सूत्रं किं वदन्ति? पुगन्त अस्ति चेत् उपधायाः पुगन्त अस्ति चेत् गुणः भवति, अथवा लघु उपधा अस्ति चेत्. पुगन्तकृते लघुपदायाः महत्त्वं नास्ति. पठतु सूत्रं किं लिखति? सार्वधातुके आर्धधातुके प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च इकगुणः भवति. तर्हि अत्र क्नूप मध्ये योगः इ इति आर्धधातुकप्रत्यय अस्ति क्नूप अस्तु महोदय धन्यवादः पुगन्तस्य अङ्गस्य इकगुणः भवति यत्र क्नूप सार्वधातुक आर्धधातुके प्रत्यये परे अस्ति चेत् आम् तर्हि अत्र आर्धधातुकप्रत्यये परे अस्ति अतः शृणोतु समीचीनं शृणोतु न आर्धधातुकप्रत्यये इति भवति तर्हि क्नूप् इति पुगन्त अस्ति अतः तस्य इक् इक् पुगन्तस्य इक् वर्णस्य गुणः भवति तत्र पुगन्तमध्ये लघु अस्ति वा दीर्घ अस्ति वा तस्य महत्त्वं नास्ति पुगन्त अस्ति चेत् दीर्घ अस्ति चेदपि गुणः भवति अन्य किमर्थं यत्र यथा लघु उपधा अस्ति चेत् तद्भिन्नम् अस्ति लघु उपधा इति कारणम् अस्ति चेत् उपधा मध्ये लघु इकवर्णः अस्ति चेत् गुणः भवति परन्तु पुगन्त अस्ति चेत् सर्वदा पुगन्तस्य गुणः भवति एव इकवर्णस्य तर्हि मध्ये यद्यपि उकार दीर्घ अस्ति चेदपि तस्य गुणः भवति अतः तत्र क्नोप् इति भवति नोप् योगः हि नोपि इति भवति एतत्तु सनाद्यन्तदातवः अतः नोपि इति अस्ति अत्र शप् अस्ति चेत् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति अतः तत्र क्नोपे इति भवति अनन्तरं येचो यवा यावः इत्यनेन अयादेशः भवति क्नोपय इति भवति अनन्तरं तत्र प्रथमपुरुष एकवचनस्य विवक्षा अस्ति अतः तत्र क्नोपयति इति अन्तिमरूपं निष्पन्नमहोदय अत्र अस्तु तर्हि क्नोपयति आं महोदय रघुपतिमहोदय क्ष्मायि आं महोदय क्ष्मायि इति क्ष्मायि धातुः तत्रापि क्ष्मायि हेतुमति चैत्यनेन तत्र णिच् प्रत्यक्ष्मायि योग णिच् इदानीम् अर्ति ह्री व्ली री क्मी क्ष्मायातां पुङ्णौ इत्यनेन पुगागमः क्ष्मायोग पुक्योग णिच् इदानीं तत्र यकारस्य लोपः भवति लोपोर्वोर्वलि इत्यनेन तत्र क्ष्मा योग पु योग इ क्ष्मापि इति भवति क्ष्मापि इति भवति क्ष्मापि योग शप् गुणः क्ष्मापे क्ष्मापयति इति यचोयावेतरेण क्ष्मापयति इति भवति कम्पयति इति अर्थः क्ष्मापयति इति अस्ति अग्रे तर्हि अग्रे भुवादौ शपि परे अवलि नास्ति इत्यतः यकारलोपः न जायते क्नुयोग शप् तत्र तत्र यकारस्य लोपः न भवति तत्र क्नूयते इति भवति क्ष्मायते इति तत्र भुवादिगणे तत्र किमर्थं यकारलोपः न भवति इति दत्तं कम्पते दुर्गन्धं करोति इति क्नूयते क्षम्यतां क्नूयते इति दुर्गन्धं करोति आर्द्र भवति कम्पते इत्यस्मिन् क्ष्मायते इति अग्रे पठामि वा महोदय पठतु ह्रस्वत्वम् इति अनेन डि भागः अदन्तदातवः प्रथमः अदन्तदातवः चुरादिगणे त्रिनवतिः दातवः अदन्ताः सन्ति यथा कथ गृह गण क्षिप येषाम् अन्ते ह्रस्व अकारः वर्तते तस्य अकारस्य लोपः तु भवति परन्तु उपदेशे अजनुनासिक इत् इति सूत्रेण न यतोहि येषु दासु धातुषु स च अन्त्यः अकारः अनुनासिकः नास्ति एव अतः इमे अकाराः इत्संज्ञकवर्णाः न सन्ति तर्हि येषां धातूनाम् अन्त्यः अकारः कथं लुप्यते चुरादिगणे धातुभ्यः निष्प्रत्ययः विधीयते अतः एकं सूत्रमस्ति अतो लोपः यस्य द्वारा अकारलोपः सिद्ध्यति अत्र त्रिनवतिः तत्र 93 दातवः सन्ति एष अकारान्तदातवः तेषाम् अकारः तत्र उपदेश अनुनासिक अकारः न सन्ति अतः तत्र तत्र अकारान्तदातवः एव सन्ति अतः तेषां लोपः भवति अतो लोपः इति सूत्रेण भवति निचि तत्र निचिपरे अत् अन्य अर्धात्कप्रत्यये परे अत्र अतोलोप इति सूत्रं षष्ठ अध्यायस्य चतुर्थपादस्य चत्वारिंशत्तमं सूत्रमस्ति. अदन्त अङ्गस्य ह्रस्व अकारलोपो भवति आर्धातुके प्रत्यये परे. येन विद्युत् तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इत्यङ्गस्य अपि तु ह्रस्वः अकारान्त अङ्गस्य अतः इति अत्र सपरसत्कालः. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु अङ्गस्य उपदेशे अनुवर्तते. अतः प्रसक्तिः केवलम् उपदेश अवस्थायाम् अतः अतः इति षष्ठ्यर्थं लोपः प्रथमान्तं द्विपदपितं सूत्रम् अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलिक् इति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अङ्गस्य अर्धातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अतः अङ्गस्य लोपः आर्धातुके उपदेशे. तर्हि तत्र उपदेशावस्थायां तत्र अकारस्य लोपः भवति आर्धातुके, आर्धातुके प्रत्यये परे इति एव. अतः अङ्गस्य लोपः आर्धातुक उपदेशे इति अस्ति. तर्हि पश्यतु कथ मध्ये वस्तुतः कथि इति कथ इति धातुः अस्ति. ओके, मूलावस्थायां कथ धातुः अस्ति, परन्तु सः अकारः यत् अस्ति तद् अकारः अनुनासिकः नास्ति. अतः उपदेशे अजनुनासिक इति सूत्रेण तस्य लोपः न भवितुं शक्नोति. अतः लौकिकधातुः एव अस्ति कथ. सामान्यतया जनाः वदन्ति खलु कथ, गृह, क्षिप् न, तथा नास्ति. वस्तुतः धातु लौकिकधातु कथ इति अस्ति, गृह, क्षिप. परन्तु तत्र अपि अकारस्य लोपः भवति. तस्य कृते सूत्रमस्ति अतलोपः. अतलोपः इत्युक्ते किं? तद् अदन्त अङ्गमस्ति, नाम ह्रस्व अकारान्त अङ्गं यत् अस्ति यथा कथ, क्षिप, तस्य अन्तिमवर्णस्य नाम अकारस्य लोपः भवति. कदा? आर्धातुकप्रत्यये परे. णिच् आर्धातुकप्रत्यये अस्ति खलु, अतः कथ योगः णिच् मध्ये णिच् आर्धातुकप्रत्यये अस्ति, अतः अकारस्य लोपः भवति. कथ योगः णिच् कथि इति भवति, अतः कथयति इति रूपं भवति. तथा अस्ति. सर्वे अवगच्छन्ति वा? आम् महोदय. आम् महोदय. सर्वे अवगच्छन्ति वा? आमाम्. आम् महोदय. निच् प्रत्यय अर्धातुकः अस्ति, अतः धातुः अदन्तश्चेत् अतो लोपः इत्यस्य प्रसक्तिः भवति. यदा यथा कथायोग णिच् कथ इति भवति, तत्र अकारस्य लोपः अतो लोपः इत्यनेन णिच् इति अर्धातुकप्रत्ययः. तथैव गृह, गृह इत्यस्य णिच् प्रत्यये परे गृह् एव भवति तत्र. इदानीं कथ इति धातुः अस्ति, गृह् इति धातुः अस्ति. अस्यां दशायां कथ धातोः उपदायाम् अत इति ह्रस्व अकारः इत्यस्य वृद्धिः, अपि च गृहधातोः उपदायां गृहधातोः उपदायं लघु इकः गुणः इति. इदानीम् अत उपदायाः इति तत् गुणः भवति वा इति प्रश्नः अस्ति अत्र. अस्तु, अकारस्य इति वृद्धिः भवति वा इति प्रश्नः. अत उपदायाः उपदायाम् अतः वृद्धिः निति निति प्रत्यये परे अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य उपदायाः अतः वृद्धिः निति. पुगन्तलघुपदस्य च इत्यनेन पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्धातुके अर्धातुके प्रत्यये परे. आभ्यां सूत्राभ्यां कार्यम् अभविष्यत्, परन्तु धातुः अदन्तम् अदन्तः चेत् इमे सूत्रे प्रबाद्य अन्यं सूत्रं कार्यं करोति इति. कथ योगः णिच् मध्ये अतो लोपः इत्यनेन अकारस्य लोपः भवति कथ योगः णिच् कथ योगः इ. तर्हि प्रश्नः उदेति, इदानीं कथ अस्ति, उपधायाम् अकारः अस्ति, अतः अतो उपधाया इत्यनेन काथ कृत्वा काथयति इति भवति करणीयम्. अथवा गृहधातु तत्र उपधायां रि अस्ति, अतः गर्हयति इति रूपं करणीयम्. तथा नास्ति खलु, तत्तु दोषपूर्णः अस्ति. तर्हि किमर्थम् अत उपधायाः अथवा पुगन्तलघुपदस्य च कार्यं न करोति? तस्य कृते अग्रे अस्माभिः पूर्वं पठितं वस्तुतः चुरादिगणस्य विषये अच परस्मिन् पूर्वविधौ. अचः परस्मिन् पूर्वविधौ पठतु महोदय सम्पूर्णं पठतु अस्तु सम्पूर्णं पठामि अत अच परस्मिन् अत अपि च अनन्तरं तत्र अस्तु उदाहरणमपि पठामि अनन्तरम् अच परस्मिन् पूर्वविधौ परनिमित्तिक अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये अचः स्थाने यः आदेशः स अजादेशः यस्य स्थाने आदेशः विधीयते सः स्थानि अजादेशः स्थानिवत् नाम यः आदेशः अच् स्थाने विहितः सः पुनः मूलः अच् इव इत्युक्ते स्थानिवत् भवति पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते परस्मिन् इति निमित्तसप्तमी पूर्वविधौ इति विषयसप्तमी पूर्वस्य विधिः पूर्वविधिः षष्टितत्पुरुष तस्मिन् पूर्वविधौ अच षष्ट्यन्तं परस्मिन् सप्तमन्तं पूर्वविधौ सप्तमन्तं त्रिपदविधं सूत्रं स्थानिवत् आदेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेश इत्यनयोः अनुवृत्तिः अनवृत्तसहितसूत्रमस्ति अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ पूर्वविधौ इति अस्ति अग्रे पठित्वा अत्र किमस्ति परनिमित्तिक अजादेशः स्थानिवत् भवति इदानीं तत्र कथायोग निच् इत्यस्मिन् लोपः भवति अतो लोपः इत्यनेन तत्र अस्ति इदानीं तत्र अकारलोपः अस्ति इदानीं स्थानिवत् भवति यदा तद् यदा पूर्वविधौ कर्तव्ये परस्मिन् निमित्ते परस्मिन् तत्र परस्मिन् निमित्तपरमस्ति अपि च पूर्वविधौ इत्युक्ते अकारलोपात् अनन् पूर्वं यदा तत्र कार्यं भवति इदानीं कथ इत्यस्मिन् काथ इति कर्तव्ये तत्र अकारलोपः यदस्ति तत् स्थानिवत् भवति तर्हि स्थानिवत् भवति चेत् तत्र इदानीं कथ इति अस्ति अतः उपादायां तकारः अस्ति अतः अत्र तत्र अत उपादाय अतो लोपः क्षम्यता अत उपादायः इति कार्यं न भवति इति अनेन सूत्रेण वयं द्रष्टुं शक्नुमः अत्र कथं भवति इति पश्यामः अत्र पश्यतु चुर किं भवति यदा परनिमित्तकारणात् नाम निमित्तं परमस्ति सप्तमे विभक्ति तेन यदि अका अच् वर्णस्य स्थाने कोऽपि आदेशः भवति तर्हि सः आदेशः स्थानिवत् भवति नाम सः आदेशः स्थानिवत् भवति कस्य कृते तस्मात् पूर्वं यदि किमपि कार्यमस्ति तस्य कृते पश्यतु उदाहरणं पश्यतु कथ् तर्हि कथयोगः निच् अस्तु तर्हि इदानीम् अतो लोपः भवति अतो लोपः कृते निमित्तं किम् अस्ति आर्धातुकप्रत्ययः इ सः इ यत् अस्ति णिच् प्रत्ययः सः परनिमित्तकमस्ति अङ्गात् परमस्ति खलु कथयोगः इ परमस्ति अतः परनिमित्तिकमस्ति तेन निमित्तेन किं भवति यत् कथमध्ये अकारः अस्ति तस्य स्थाने लोपः भवति अतः स्थानी अस्ति अकारः आदेशः अस्ति लोपः तर्हि किं वदति सूत्रम् एषः लोपः यत् अस्ति तत् सः लोपः स्थानी नाम अकारवत् एव अस्ति यद्यपि दृश्यते न अकारः दृश्यते न लोपानन्तरं परन्तु सः लोपः अकारवत् एव भवति कस्य कृते अकारात् पूर्वं यत्किमपि कार्यं करणीयं तस्य कृते अकारात् पूर्वं यत्किमपि कार्यं करणीयं तस्य कृते तर्हि कथ योगः णिच् कथ योगः णिच् अकारस्य लोपः इदानीम् अत उपधाया आगच्छति खलु कात् इति करोतु इति वदति परन्तु कात् मध्ये यः वृद्धिः भवति आकारः आगच्छति सः आकारः कथ धातोः अन्तिम अवर्णात् पूर्वम् आगच्छति खलु कथ धातोः अन्तिमवर्णात् पूर्वम् आगच्छति आकारः अतः अत उपधाया अत उपधाया इति सूत्रं यत् अस्ति तत् पूर्वविधिः अस्ति पूर्वविधिः कस्मात् पूर्वम् अन्तिम अकारात् पूर्वं पूर्वविधिः अस्ति. तादृशविधि कृते यत् अकारस्य लोपः भवति तद् वस्तुतः अकारवत् एव, नाम अत उपधाया अकारलोपः पश्यति एव न. तस्य कृते यद्यपि अकारस्य लोपः भवति परन्तु तस्य कृते इदानीम् अपि अकारः तत्र अस्ति इति, अकारः इति अस्ति, अतः तस्य कृते इदानीम् उपधायां कः वर्णः अस्ति? थकारः. थकारः अस्ति, थकारः अस्ति, अकारः नास्ति. अतः अत उपधायाः कार्यमेव कर्तुं न शक्नोति. अतः कात् न भवति, कथ एव भवति, कथयति इति भवति. तर्हि पश्यतु कथयति अत्र कथयोगः निच् निच् अत्र परनिमित्तमस्ति, परनिमित्तमस्ति. कथमध्ये अन्तिम अकारस्य लोपः भवति, अकारस्य स्थाने लोपः भवति, लोपादेशः. परन्तु अत उपधायत् अस्ति तद् पूर्वविधिः अस्ति. अकारः लोपः भवति तस्मात् पूर्वं कार्यं करोति, खलु उपधायां कार्यं करोति. अतः अचः परस्मिन् पूर्वविधौ इस्य सूत्रस्य सर्वाणि तत्र यत् क्रैटीरिया भवन्ति तत् टिक् भवन्ति. अतः अत उपधाया कृते यद्यपि लोपः भवति परन्तु तस्य कृते लोपः अकारवत् एव भवति. इदं सूत्रम् अकारं पश्यति, अतः तस्य कृते उपधायाम् इदानीमपि थकारः अस्ति, अतः सूत्रं कार्यमेव कर्तुं न शक्नोति. वृद्धि न भवति, कथयति इति भवति. तथैव गृहधातु, गृहमध्ये अपि यत् लघु उपधाया स्थाने यत् गुणः भवति रीस्थाने अर् तदपि पूर्वकार्यमस्ति खलु, पूर्वविधिः अस्ति. अतः तत्रापि हकारात् अनन्तरं यत् अकारः अस्ति तद् न गच्छति, तद् तत् अकारवत् एव भवति सूत्रं पुगन्तलघुकृतस्य चेत् सूत्रस्य कृते. अतः तस्य कृते उपधायां तु हकारः अस्ति न तु रि रि, अतः तत्रापि लो गुणः न भवति. गृह गृहयति, गृहयति इति भवति. तथैव क्षिप्, क्षिप् मध्ये अपि क्षेपयति न भवति, क्षिपयति एव भवति, यतोहि तत्रापि अचः पुरस्मिन् पूर्वविधौ कार्यं करोति. सूर्यावगच्छन्ति वा? महोदय, किमपि मया अवगतं वदामि वा? किमपि मया अवगतं वदामि वा? वदतु. कथयोगः निच् इति भवति, तत्र अचोनिति इति सूत्रेण वृद्धि न अत उपदायाः, अत उपदायाः इति सूत्रेण अत उपदायाः सूत्रेण वृद्धि वा? प्रसक्तिः अस्ति अतोपदायाः वृद्धि इति प्रसक्तिः इति कात् कात् परन्तु कत् तत्र अतो लोपः भवति. यदि अतो लोपः भवति कथ कृत् इति भवति चेत् तदनन्तरम् अतो उपदायाः वृद्धि भवितुं शक्यम्. परन्तु इदानीम् अतो वृद्धि उपदायाः अतो उपदायाः वृद्धि इदानीम् अकारः एव पश्यति तत्र. अत उपदायाः अतो लोपः न भवति, भवति लोपः लोपः आदेशः भवति आदेशरूपेण. तस्मात् पूर्वविधिः भवति तत्र अकारः एव. पूर्वविधि अस्य अस्मिन् स्थले पूर्वविधिः का अस्ति? अत उपधाया. तस्मात् अत उपधायाः न पश्यति, पश्यति एव अकारः पश्यति तत्र लो अतो अतो लोपः कार्यं कृतमेव परन्तु तस्य न पश्यति किमर्थम् भवति तस्य कृते लोपानन्तरमपि यत् लोपः आदेशः अस्ति तत् अकारवत् एव अस्ति नाम अकारः पश्यति पुनरपि वदतु महोदय किमर्थं पश्यति किमर्थं न पश्यति अकारः पश्यति अकारः पश्यति अकारः पश्यति किमर्थं अकारः पश्यति किमर्थं सूत्रमस्ति न अचः परस्मिन् पूर्वविद् तदेव सूत्रमस्ति अचः परस्मिन् पूर्वविदौ ओके तादृशमेव गृहः किम् अकारः पश्यति तस्मात् अत उपधायाः अकारः नास्ति ककारः एव अस्ति तस्मात् तस्य सूत्रस्य प्रसक्तिः नास्ति कथा एव अन्तिमरूपं सत्यं बहु सत्यं तादृशमेव गृहे गृहपि वक्तव्यं वा हलो गृहक आं महोदय पठतु किम् अग्रे किं वदति भवती गृह गृहदातु अपि तादृशं भवति गृह तत्र गृह इति अस्ति तत्र अतो तत्र पुगन्तलघुपदस्य गृह अतो लोपः भवति परन्तु पुगन्तलघुपदस्य तत्र उपदा न पश्यति उपदा वर्णः हकारः एव ऋकारः नास्ति इदानीं किमर्थम् इति चेत् अच पूर्वविदौ इति सूत्रेण हकारानन्तरम् अकारः लोपः न दृश्यते तस्मात् गृह एव तिष्ठति अन्तिमरूपं लोपः न दृश्यते चेत् उपधायां कः वर्णः पुगन्तलघुपदस्य प्रसक्तिः नास्ति उपधायां कः वर्णः पश्यति हकारः एव अकारः ऋकारः नास्ति ऋकारः न पश्यति हकार एव पश्यति इदानीम् अवगतम् भवत्या एकदम सत्यम् उक्तं सम्यक् तर्हि अत्र अन्य अपि स्थानानि सन्ति यत्र अत्र सूत्रस्य प्रसक्तिः अस्ति अच परस्मिन् पूर्वविधौ इति वस्तुतः तर्हि अच परस्मिन् पूर्वविधौ कीदृशसूत्र अस्ति परिभाषासूत्रमस्ति न परिभाषासूत्रमस्ति अतिदेशसूत्रमस्ति महोदय तानिवत् भाव अतिदेशः अतिदेश अपि अस्ति अतिदेश अपि नास्ति अतिदेशः एव भवति अतिदेश अत्र परिभाषा न दत्तं महोदय अष्टाध्यायी डाट् काम् मध्ये परिभाषा न दत्तम् अतिदेशसूत्रं किमर्थं चेत् स्थानिवत् भाव अतिदेशः स्थानिवत् भाव अतिदेशः नास्ति नास्ति अस्तु तर्हि किं भवति अन्ततो गत्वा कः पठति भो रघुपतिमहोदय पठति वा समापयतु अस्तु अतः तर्हि अस्तु कथयोगणिच् अत लोपः कथयोगणिच् अतोपदाय इत्यनेन चितस्य अतः वृद्धिः भवति स्म इदानीम् अच परस्मिन् पूर्ववीर इत्यनेन कद्धातोः अन्त्यलोपः अन्त्यलो अत् इव दृश्यते अत उपदाय इति सूत्रेण कथय् दृश्यते इति कारणतः उपदायाम् अधुना तकारः वर्तते अतः वृद्धिः न भवति चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र यदा योग कतियोग णिच् कथयति कथयते गणयोग गणयोग णिच् गणयति गणयते क्षिपयोग णिच् क्षिपयति क्षिपयते पुटयति पुटयो पुट इत्यस्य पुटयति पुटयते गृह इत्यस्य गृहयति गृहयते इति अस्ति अग्रे पठामि वा कुत्र अस्ति न अस्तु धन्यवादः अग्रे अगर महोदय अग्रे आं महोदय अत्र प्रश्नः उदेति यत् कत् योगः निच् इति स्थले अत उपादायाः इत्यनेन यः वृद्धि आदेशः गृह योगः निच् इति स्थले स उगन्तलघुपदस्य च इत्यनेन यः गुण आदेशः द्वयोः निवारणार्थं स्थानिवत् भावः अपेक्षितः इति तु सत्यं किन्तु स्थानिवत् आदेशो अनल्विदौ इति सामान्यसूत्रेण किमर्थं न स्यात् अतः परस्मिन् पूर्वविदौ इति विशिष्टसूत्रस्य का आवश्यकता इति चेत् प्रथमतया स्थानिवत् आदेशो अनल्विदौ इति सूत्रस्य पुनस्मरणम् अत्र सम्यक् रीत्या भवेत् प्रश्नः कत् योगः निच् इति स्थले अत उपादायाः इत्यनेन वृद्धि आदेशः गृह्योगः निच् स्थले पुगन्तलघुपदस्य इति सूत्रेण गुण आदेशः भवति किमर्थ परन्तु किमर्थं तस्य न भवति इति कारणं दत्तं स्थानिवत् आदेशो अनल्विदौ इति सामान्यसूत्रं किमर्थं न स्यात् अतः परस्मिन् पूर्वविदौ इति सूत्रस्य आवश्यकता का इति प्रश्नः उदेति सामान्यसूत्रं किमर्थं न प्रयोगं कृतम् इति प्रथमतया स्थानिवत् आदेशो अनल्विदौ इति सूत्रस्य पुनस्मरणं सम्यक् रीत्या भवेत् अग्रे पठेमि वा महोदय अत्र संक्षेपेण परिशील्यते यत् अस्यां दशायां स्थानिवत् आदेशो अनल्विदौ इत्यनेन स्थानिवत् भावः जायते न वा कतयोगः निच् अतो लोपः इत्यनेन कत्योगः निच् अत उपादायाः अत उपादायाः इत्यनेन अत उपदायः उपादायम् अतः वृद्धिः निति निशि प्रत्ययपरे अनुवृत्तिसहितसूत्रम् अङ्गस्य उपादायाः अतः वृद्धिः निधि परे निति अत्र अत उपादायाः इत्यनेन यः वृद्धि आदेशः अयं विधिः अल् विधिः अस्ति किम् यस्य स्थानिवत् भावः क्रियते सः कः कत धातोः तकार उत्तरोवर्ति अकारः अल् विधि नाम पूर्वं यः स्थानी आसीत् कत धातोः धात्वान्तः आकारः तस्य अकारस्य अस्मिन् वृद्धिः कार्ये निमित्तत्वम् अस्ति किम् अत उपादायाः इत्यस्य यत् कार्यं वृद्धि आदेशः तं वृद्धिः प्रति धात्वान्तकारः निमित्तम् अस्ति किं तर्हि अस्य सूत्रस्य निमित्तानि कानि उपादायाम् अत् वर्णः परः निच् निञ्च् नित् प्रत्ययः चतुर्भिः प्रकारैः निमित्तत्वं सम्भवति अलाविधिः तृतीयतत्पुरुषः अलविधिः पञ्चमीतत्पुरुषः अलविधिः तस्य तत्पुरुष अलि विधिः अला विधिः स्थानिवत् भावानन्तरं यः अकारः आगतः तम् अकारः अकारं निमित्तीकृत्य वृद्धिः जायते वा नास्ति अलः वृद्धि अलः विधिः तस्मात् एव धात्वान्त आकारात् परं कार्यं क्रियते वा न अलः विधिः तस्य च अकारस्य स्थाने कार्यं क्रियते वा न हि स्थानिवत् भावेन यः अकारः आगतः तस्मिन् परे कार्यं क्रियते वा तदापि नास्ति स्थानिवत् भावेन यः अकारः स च निमित्तीभूतो नास्ति अतः अल्विधिः नास्ति मया न अवगतं न महोदय कोऽपि अवगतं शक्नोति वा कोऽपि आगच्छति वा किं लिखितम् मुख्यप्रश्नः किमस्ति अत्र अल्विधिः अस्ति वा इति प्रश्नः अनल्विधौ अनल्विधौ स्थानिवत् भवति इति अस्ति एतत् अल्विधिः इति वा इति प्रश्नः अत्र अनल् तत्र अल्विधिः नास्ति अतः स्थानिवत् भवति खलु स्थानिवत् अनल्वि अल्विधिः नास्ति चेत् स्थानिवत् अस्ति इति कृत्वा किमर्थम् अस्य सूत्रस्य प्रसक्तिः किमर्थं नूतनसूत्रम् इति भवति खलु अनेन सूत्रेण एव तत्र कर्तुं शक्यते खलु तत्र स्थानिवत् भवति एतत् अनल्विधिः अस्ति तर्हि स्थानिवत् भवति तर्हि अकारलोपः पश्यति एव अतः किमर्थम् अतः परस्मिन् पूर्ववितौ इति सूत्रेण कार्यं करणीयम् इति प्रश्नः उदेति तर्हि किमस्ति अस्माभिः एकं सूत्रं पठितं खलु स्थानिवत् आदेशः अनल्विधौ खलु सर्वे स्मरन्ति वा आं महोदय भवान् स्मरति अन्ये स्थानिवत् आदेशः अनल्विधौ इति सूत्रं सर्वे स्मरन्ति वा इदानीं विस्मृतवती विस्मरति कुत्र अभवत् न सूत्रं स्मरति एव न वा डजन्ट् रिङ्ग् अ बेल् सूत्रं सूत्रं स्मरामि सूत्रं किं वदति कुत्र अभवत् इति न अत्र लिङ्क् अस्ति खलु अत्र इति तत्र सिम्पल् अस्ति सरलमेव अस्ति स्थानिवत् आदेशः अनल्विधौ तर्हि आदेशः यत् अस्ति तत् स्थानिवत् एव भवति कदा अल्विधि नास्ति नाम अल्विधि इत्युक्ते एक अक्षरनिमित्तविधि अस्ति चेत् न भवति परन्तु अन्यथा भवति एक अक्षरनि तस्य किमर्थं बहुत्र अस्ति खलु आदेशः भवति एक अक्षरस्य स्थाने किमपि अन्य अक्षरः आगच्छति खलु तद् अल्विधिः अस्ति तत्र स्थानिवत् न भवति तथा अस्ति चेत् सर्वत्र स्थानिवत् एव भवति तथा न बहुत्र यत्र एक अल् स्थाने किमपि अन्य अल् आगच्छति तत्र तत्र अनल्विधौ चेत् अनल्विधौ न श्रूयते सत्यम् किमपि न श्रूयते महोदय न सत्यम् अहं किमपि न वदामि इति एव भवान् भवती वदति खलु तर्हि अल्विधि अस्ति चेत् नाम एक अक्षरनिमित्तम् किं कृत्वा अन्य किमपि वदति भवति चेत् तत्र स्थानिवत् न भवति. उदाहरणार्थं बहुत्र अस्ति खलु पुगन्तलघुपदस्य च, अत्र पुकारस्य लघु उपधाया स्थाने किं भवति गुणः भवति, तत्र अल्विधिः अस्ति. तत्र उकारस्य स्थाने इकारस्य स्थाने ऐ ए अथवा ओ भवति, तत्र स्थानिवत् नास्ति आदेशः. परन्तु अन्यत्र यत्र अल्विधिः नास्ति तत्र स्थानिवत् एव भवति. तर्हि प्रश्नः उदेति, यदा अत्र अल्विधिः नास्ति, कथं किमर्थम् अल्विधिः नास्ति? तत् अग्रे लिखितमस्ति. अल्विधिः नास्ति, तर्हि अल्विधिः नास्ति परन्तु अत्रापि किं अत्र अतो अलोपः, अत्र अल्विधिः नास्ति, अतः स्थानिवत् आदेशः अनल्विधौ इति सूत्रं पर्याप्तमस्ति. अतः किमर्थम् अचः परस्मिन् पूर्वविधौ इति नूतनसूत्रस्य आवश्यकता इति चर्चा अस्ति. तर्हि आगच्छन्ति वा? आं महोदय. तर्हि इदानीम् अल्विधिः नास्ति किमर्थं, तस्य अग्रे विवरणं लिखितमस्ति. अत्र किं कुत्र अस्ति? अत्र अत उपधाया इत्यनेन यः वृद्धि आदेशः भवति, एकनिमिषः अत्र संक्षेप एकनिमिषः गृह किन्तु स्थानीयविषये समानता किमर्थं न स्यात्, विशेषसूत्रस्य आवश्यकता. अत्र संक्षेपे यत् इत्यनेन स्थानीयोद्भावः जायते न वा इति द्रष्टव्यम्. अत्र अत उपधाय इत्यनेन यः वृद्धि आदेशः, अयं विधिः अल्विधिः अस्ति किम् इति प्रश्नः अस्ति खलु. यस्य स्थानिवत् भावः क्रियते सः कः? कथधातु थकारोत्तरवर्ति अकारः. अत उपधाय किमर्थं लिखितमस्ति? अतो लोपः भव करणीयं खलु. पश्यतु अग्रे अस्ति. सः कः? कथधातोः थकारोत्तरवर्ति अकारः. अल्विधि नाम पूर्व यः स्थानी आसीत् कथधातोः धातवन्तः अकारः, तस्य च अकारस्य अस्मिन् वृद्धिकार्ये निमित्तित्वम् अस्ति किम्? अत उपधाया इत्यस्य यत् कार्यं वृद्ध्यादेशः, तं वृद्धिं प्रति धातवानन्तरं निमित्तकम् अस्ति किम्? तर्हि अस्य सूत्रस्य निमित्तानि कानि? उपधायाम् अत् वर्णः, परञ्च णित् णित् वर्णः, चतुर्भिः प्रकारैः निमित्तत्वं सम्भवति. अलाविधि, अलहविधि, अलविधि, अलविधि. अलाविधि इत्युक्ते स्थानिवद्भावानन्तरं यः अकारः आगतः, तम् अकारं निमित्तीकृत्य वृद्धिः जायते वा? नास्ति. अलहविधि तस्मादेव धातवन्त अकारात् परं कार्यं क्रियते वा? न. तस्य च अकारस्य स्थाने कार्यं क्रियते वा? न. यः अकारः आगतः तस्मिन् परे कार्यं क्रियते वा? न, किमपि न. अतः अल्विधिः नास्ति. अस्तु, अल्विधिः कृते क्रैटीरिया सन्ति. तस्य अनन्तरं कार्यं भवति वा, तस्य स्थाने भवति वा, सप्तमी तस्मात् पूर्वं भवति वा इति, तत्सर्वं किमपि अत्र नास्ति. अतः अल्विधिः नास्ति. अल्विधिः नास्ति चेदपि किमर्थं सूत्रस्य आवश्यकता अस्ति इति लिखितमस्ति. इत्थञ्च अल्विधिः नास्ति, नास्ति यतोहि स्थानिवद्भावेन यः अकारः आगतः, कस्य अकारः? अतो लोपः इत्यनेन अकारस्य लोपः भवति, तद् लोपः इति आदेशः, स्थानी इत्युक्ते अकारः. यदि स्थानिवद्भावः इत्यनेन यः लोपः आगतः, अकारत्वं यत् आध्यारूपितं भवति आदेशे लोपे, तेन अकारत्वेन अत उपधाय इत्यनेन वृद्धिः जायते इति नास्ति. अपि तु विपरीतं, स च अकारः अस्ति चेत् वृद्धिकार्यं न जायते खलु. अतः अल्विधिः न मन्यते. अल्विधिः न मन्यते चेत् किमर्थं स्थानिवत् आदेशः इति कार्यं न कर्तुं शक्नोति? तर्हि स्थानिवत् आदेशः अनल्विधौ इति सामान्यसूत्रं किं सूचयति? आदेशे आदेशः स्थानिवत् भवति, परन्तु अल्विधि अस्ति चेत् आदेशः स्थानिवत् न भवति इति अस्माभिः पठितम्. अत्र कथधातो प्रसङ्गे उक्तं यत् अत उपधायाः इत्यनेन यः वृद्धिः जायमानः, स च वृद्धिः अल्विधिः अस्ति नास्ति खलु. अस्ति चेत् अल्विति नास्ति इति उक्तं खलु, दर्शितं प्रदर्शितं अल्विधि किमर्थं नास्ति, किमर्थम् अल्विधिः नास्ति? इदानीमपि अस्माभिः पठितं खलु पूर्वं एकवारं पुनः, सः अनुच्छेदः सप्तम अनुच्छेदं पुनः पठतु एकवारम्। अतः कथधातोः प्रसङ्गे उक्तं यत् अत उपधाय इत्यनेन वृद्धिः जायमानः, सः वृद्धिः अल्विधिः नास्ति, अतः स्थानिवत् निषेधः नास्ति। स्थानिवत् निषेधस्य अभावे स्थानिवत् आदेश अनल्विधौ इति सामान्यसूत्रेण स्थानिवत् भावः स्यात्, स्थानिवत् भावः स्यात्। अपि च कथधातोः स्थानिवद्भावः अस्ति, नाम स्थानिवत् आदेश अनल्विधौ अत्र अल्विधिः नास्ति, अतः स्थानिवद्भावः अत्र भवति। अपि च कथधातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थं, स्थानिवत् भवति नाम अकारलोपः यत् भवति वस्तुतः तद् लोपः अकारवत् एव भवति, स्थानिवत् आदेशः अपि तदेव तदेव वदति। तेन अत उपधायाः इति सूत्रात् यत् वृद्धिकार्यं भवति तस्य अपि निवारणं भवति। अल्विधिः नास्ति चेत् स्थानिवत् अनल्विधौ इति सूत्रेण स्थानिवद्भावः भवति चेत् भवेत्, किन्तु केनचित् कारणेन न भवति इति जानीमः, यतोहि अच परस्मिन् पूर्वव्रह इत्यनेन भवति। वस्तुतः स्थानिवत् आदेशः अनल्विधौ इति सूत्रेण स्थानिवद्भावः भवितुं शक्नोति, पर्याप्तम् अस्ति। परन्तु वयं किं वदामः, अचः पूर्वस्मिन् अचः परस्मिन् पूर्वविधौ इत्यनेन सूत्रेण भवति इति अस्ति खलु, सो इति अस्ति। तर्हि सूत्र भिन्नसूत्रस्य आवश्यकता अस्ति। तस्य अर्थं किं, वस्तु तत् यत् स्थानिवद् आदेशः अनल्विधौ इति सूत्रेण वस्तुतः अत्र स्थानिवत् न भवति। तर्हि किमर्थं स्थानिवत् न भवति, अन्यकार्यं किम् अस्ति, कारणं किम् अस्ति? यदि स्थानिवत् भवति चेत् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य आवश्यकता एव नास्ति, परन्तु पाणिनिना नूतनसूत्रं कृतम्, आवश्यकता अस्ति अतः एव कृतम्। आवश्यकता अस्ति तस्य अर्थं किं, स्थानिवत् आदेश अल्विधौ द्वारा यत् स्थानिवद्भावः अस्ति वस्तुतः तत् स्थानिवद्भावः नास्ति, सिद्धः न भवति। तस्य कारणं किम् इति अग्रे लिखितमस्ति। इदानीं पर्यन्तं सर्वे अवगच्छन्ति वा? तर्हि एकवारं पुनः पठतु, पुनः पठतु स्थानिवत् अत्र अल्विधिः किमर्थं नास्ति इति पुनः पठतु। अस्तु, तर्हि एकवारं पुनः पठतु, अत्र थोडा किञ्चित् क्लिष्टकरः इति अस्ति अत्र, अतः एकवारं पुनः पठतु स्थानिवत् किमपि स्थानिवत् अस्ति वा नास्ति वा, तत्र अल्विधिः अस्ति वा नास्ति वा इति। अस्तु महोदय, सर्वे इदानीं पर्यन्तं अस्मात् पूर्वं यत् किमपि अस्माभिः पठितं तत् सर्वं सर्वे अवगच्छन्ति वा? आं महोदय। अस्तु, तर्हि धन्यवादः, अग्रेस्मिन् सप्ताहे भविष्यामि। धन्यवादः, शुभरात्रिः महोदय, नमस्कारः।